सर्वेषां गीतासोपनवर्गं प्रति स्वागतम्. आदौ सुभाषितं श्रूयते, पश्चात् पाठः आरभ्यते. भगिनी एकवारं सुभाषितं स्मारयतु. अस्मद्गुरुभ्यो नमः. विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरे विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनपशुः. हरि ओं. गुरुभ्यो नमः. धन्यवादः भगिनि. धन्यवादाः. उपपदद्वितीयाविभक्तिः इति विषयः समाप्यमानः अस्ति. तस्मिन् प्रसङ्गे एकः एव अभ्यासः अवशिष्टः. षडधिक एकशतं पुटं पठन्तः आस्म. तस्मिन् पुटे एकादशाभ्यासः वर्तते. तम् अभ्यासं समाप्य कथां प्रति सरेम. प्रकृतविषयः द्वितीया विभक्तिः. एतं विषयम् आधारीकृत्य अथवा अवलम्ब्य अस्माकं पुस्तके एका उत्तमा कथा प्रदत्ता. कथायाः शीर्षकमस्ति गीतोपदेशप्रसङ्गः. गीता एव उपदेशः. गीता इति पदमस्ति, गै धातोः क्तान्तरूपमस्ति. गै धातोः लट्टिरूपं गायति. गीता इति क्ताप्रत्ययान्तरूपं स्त्रीलिङ्गे अस्ति. गीतोपदेशस्य प्रसङ्गः, तत्र षष्टितत्पुरुषसमासः अस्ति. गतवर्गस्य समाप्तेः अनन्तरं कानिचन ई पत्राणि प्रेषितानि मया, भवद्भिः दृष्टानि. तानि सर्वाणि करपत्राणि इति मन्ये. द्वितीयाविभक्तेः प्रसङ्गे कर्मणि द्वितीया इति सूत्रस्य अन्तर्गतं वार्तिकद्वयं प्रेषितम्. वार्तिकयोः अवगमनाय उदाहरणत्वेन वाक्यानि अपि प्रेषितानि. वार्तिकद्वयं तत्र वर्तते. अपि च योद्धा इति पदं तृच् प्रत्ययान्तपदमस्ति. योद्धा इति पदस्य रूपसिद्धिः कथं भवति, योद्धृ इति प्रातिपदिकं कथं साधनीयम् इत्यपि प्रेषितं मया, भवन्तः सर्वे दृष्टवन्तः इति मन्ये. अपि च गतवर्गे अरविन्दमहोदयेन उक्तमस्ति, पाराशर्यवचस्सरोजममलं गीतार्थगन्धोत्कटं नानाख्यानककेसरं हरिकथा सम्बोधनाबोधितं लोके सज्जनषट्पदै रहरह पेपीयमानं मुदा भूयात् भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे. तस्मिन् श्लोके भारतपङ्कजं सज्जनषट्पदाः इति पदद्वयस्य प्रसङ्गे किञ्चित् प्रेषितं मया. तस्मिन्नेव श्लोके पेपीयमानम् इति पदमस्ति. तत्पदं कीदृशं? पेपीयमानं कीदृशं पदम् इति प्रश्ने सति पाधातुः अस्ति खलु. पाधातोः लटीरूपं पिबति. पाधातोः कर्मणि लट् पीयते. पाधातोः णिजन्तरूपं पाययति. पाधातोः सन्नन्तरूपं पिपासति. अत्र पेपीयमानम् इति उक्तमस्ति. पाधातोः यङन्तरूपं, द्वादश सनादिप्रत्ययाः सन्ति, तेषु सन् प्रत्ययः एकः, णिच् प्रत्ययः एकः, यङ् प्रत्ययः अन्यतमः तेषु द्वादशप्रत्ययेषु. अत्र पेपीयते इति यङ् प्रत्ययान्तरूपम् अस्ति. पेपीयते इति आत्मनेपदिरूपम् अस्ति. यङन्तरूपम् अस्ति, यङ् प्रत्ययः अस्ति तत्र. यङ् प्रत्ययस्य योजनेन पेपीयते आत्मनेपदी अस्ति इति कारणतः शाणजन्तरूपं, यत्र यत्र आत्मनेपदिरूपम् अस्ति तत्र शाणजन्तरूपं सिद्ध्यति खलु. तदर्थमेव पेपीयमानं सज्जनषट्पदैः पेपीयमानं गीतार्थगन्धोत्कटम् इति तत्र विषयः अस्ति. गीतायाः श्लोकस्य प्रसङ्गे अपि गतवर्गे दर्शनभगिनी उक्तवती, यावानर्ध उदपाने सर्वतः सम्प्लुतोदके तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः. एकवारं भवन्तः सर्वे तं श्लोकं पश्यन्तु. इदानीं पाठं प्रति सरेम. षडधिक एकशतं पुटं पश्यन्तु. एकादश अभ्यासः अधुना आरभ्यते. वासुदेवन् महोदय किं लिखितम्? उभेदः परिदः अनयोः एकतरस्य उपयोगेन यथा उदाहरणं वाक्यानि लिखितम्। उभेदः परिदः अनयोः एकतरस्य उपयोगेन यदा उदाहरणं वाक्यानि लिखितम्। एकतरस्य इत्युक्ते किं भगिनि? द्वयोः एकः। द्वयोः एकः, द्वयोः एकः उपयोगेन यदा उदाहरणं वाक्यानि लिखितम्। प्रत्येकं पदस्य प्रसङ्गे वदतु। उभेदः उभेदः उभेदः उभेदः उभेदः द्वितीयवृत्ति भवति। उभेदः अव्ययपदमस्ति, अव्ययपदमस्ति, मीनिङ्ग् आन् दि सु टु सैड्स्। परिधः इरौण्ड् अनयोः, अनयोः एकदरस्य, एकदरस्य उपयोगेन यदा उदाहरणं वाक्यानि लिखितं। यदा उदाहरणं, यदो उदाहरणं सन्धि आद्गुणः इति यदो उदाहरणं वाक्यानि लिखितम्। अत्र वाक्यानि इति पदस्य विभक्तिः, वाक्यानि लिखत द्वितीयविभक्ति, वाक्यं वाक्ये वाक्यानि, वाक्यं वाक्ये वाक्यानि द्वितीयविभक्ति। उपयोगेन तत्र अणत्वं किमर्थं नास्ति? उपयोगेन तत्र अणत्वं नास्ति खलु? णत्वं नास्ति, णत्वं नास्ति। किमर्थं? तत्र निमित्तं नास्ति। उत्तमम्। अत्र एकतरः इति पदमस्ति, एकतरः इति अथवा एकतरम् इति विशेषणत्वेन त्रिषु लिङ्गेषु भवितुमर्हति। अत्र अनयोः द्वयोः पदयोः अथवा अनयोः द्वयोः शब्दयोः एकतरस्य उपयोगेन, अपि च लिखत इति अस्ति, कीदृशम्? लिखत लोट् मध्यमपुरुष बहुवचनं, यूयं लिखत। उत्तमम्। एकतर इति पदं तथितप्रत्ययान्तपदम् अस्ति, दतरच् इति प्रत्ययः अस्ति, द्वयोः एकः इति, एकतर इति द्वयोः एकः। उपयोगः इति पुंलिङ्गपदमस्ति, उपयोगः उप उपसर्गपूर्वकः युज् धातोः रूपमेव, योगः उपयोगः उपयोगेन इति तृतीयान्तं पदमस्ति। अनयोः तत्र प्रातिपदिकं किम्? अनयोः असौ, असौ इति चिन्तयामि। इदं मकारान्तप्रातिपदिकमस्ति, इदम् इति शब्दस्य षष्टिद्विवचनम् अथवा सप्तमीद्विवचनं वा भवितुमर्हति। विस्मृतवान्। देवः उदाहरणं, देवः भक्ताः, देवं परितः भक्ताः सन्ति। देवः भक्ताः, देवं परितः, परितः उपयुज्य वाक्यं लिखति। देवं परितः, परितः, परितः यदा परितः उपयुज्यते तदा द्वितीयविभक्तिः भवति, उपपदविभक्ति द्वितीया भवति। देवं परितः भक्ताः सन्ति, भक्तः भक्तो देवं परितः, अत्र सन्धिकार्यमस्ति खलु? देवं परितः सन्धिका, सन्धिकार्यमस्ति, सन्धिकार्यमस्ति। मोहनुस्वारः इति सूत्रेण मकारस्य मकारस्य स्थाने अनुस्वारः यदि कारक द्वितीया विभक्तिः नास्ति, उपपदद्वितीया विभक्तिः अस्ति खलु? भक्ताः वदतु। भक्तः भज् धातोः कृतरूपं भक्तः, भक्तः कृतरूपं भज् भक्तः, भक्तः भक्तौ भक्ताः इति त्रीणि रूपाणि सन्ति। पदस्य रूपाणि वदतु। अस्ति स्तः सन्ति, अस्ति स्तः सन्ति, अस्ति स्तः सन्ति, अस्ति स्तः सन्ति, असि स्थः स्थ, अस्ति स्वः स्मः। उत्तमं। वाक्यानि पूरयतु। भीष्मः कुरु पाण्डवाः, भीष्मम् उभयतः कुरु पाण्डवाः सन्ति। भीष्मम् उभयतः, भीष्मं द्वितीय उपपदविभक्ति, भीष्मम् उभयतः उपयुज्य कुरु पाण्डवाः सन्ति, कुरु पाण्डवाः सन्ति। अत्र उभयतः इति किमर्थम् उक्तवान्? आन् बोत् सैस्, आन् बोत् सैस्, आन् बोत् सैस् on both sides there are not around, they stand on both sides of Bhishma. Uttamam. Kauravaha Pandavaha vayoha prasange uktamasti, ataha भीष्मम् उभयतः कुरु पाण्डवाः सन्ति. कुरु पाण्डवाः इति समस्तपदमस्ति, किञ्चित् वदतु. कौरवाः च पाण्डवाः च, कौरवाः च पाण्डवाः च कुरु पाण्डवाः. कुरु कुरु कौरव कौरवशब्दस्य प्रातिपदिकम् अस्ति कुरु. कुरु पाण्डवाः सन्ति. कुरुः इति एकं पदमस्ति, उकारान्तपदं. यथा गुरुः, कुरु इति प्रातिपदिकात् कौरव इति पदम् आयाति. अत्र इतरेतरद्वन्द्वसमासः अस्ति खलु. कुरु पाण्डवाः इति इतरेतरद्वन्द्वसमासः. अग्रे करोतु. तूणीरम् इषु, तूणीरम् इषु, तूणीरम् इषु, इषु उभयतः परितः एतयोः एकः एव उपयुज्यमानम् उपयोक्तव्यं किल खलु. अत्र इषु इति रूपं कीदृशं रूपम्? इषु ऊकारान्त, ऊकारान्त पुल्लिङ्गशब्द इति मन्ये. वचनं किम्? इषु इषु प्रथम एकवचन द्विवचनं. द्विवचनरूपम् अस्ति इति कारणतः उभयतः इति साधु भवति वा अत्र? उभयतः साधु भवति इति चिन्तयामि. इषु द्वयमस्ति इति कृत्वा द्विवचने अत्र उक्तमस्ति. इषुः इषु इषवः. इषु इति द्विवचने अस्ति इति कारणतः उभयतः इति साधु इति मन्ये. तूणीरम् उभयतः इषुः शोभते भवन्ति. इषुः भवतः सः भवतः वदतु. सूर्यः प्रकाशवलेः, सूर्यः प्रकाशवलेः, सूर्यः सूर्यः सूर्यः सूर्याः सूर्यः सूर्यं परितः प्रकाशवलेः अस्ति. प्रकाशवलेः अस्ति प्रकाशस्य वलेः प्रकाशवलेः षष्ठी तत्पुरुष प्रकाशवलेः. सूर्य सूर्यम् उभयतः सूर्यं परितः प्रकाशवलेः अस्ति. उत्तम. अहं पूर्वम् उक्तवती मित्रः इत्युक्ते सूर्यः. आदित्यहृदयम् इत्यस्मिन् बहूनि सूर्यस्य नामानि सन्ति खलु. शब्दकोशे दृष्टमस्ति अतः वदन्ती अस्मि. सरति आकाशे सुवति कर्मणि लोकान् प्रेरयति च इति सूर्यः. आकाशे सरति कर्मणि सुवति लोकान् प्रेरयति च अतः सूर्यः. अग्रे करोतु. धन्यवादः. गदा खड्गाः, गदा खड्गा खड्गाः खड्गाः इति दत्तं, खड्ग इति दत्तं. गदां परितः खड्गाः सन्ति, गदां परितः खड्गाः सन्ति, गदां परितः खड्गाः सन्ति इति मन्ये. उत्तमम्. अग्रे करोतु. कृष्णः गोपिकाः, कृष्णं परितः गोपिकाः सन्ति, कृष्णं परितः गोपिकाः सन्ति. गोपिका शब्दस्य रूपाणि एकवारं द्वितीया पर्यन्तं वदतु. गोपिका गोपिके गोपिकाः, गोपिकां गोपिके गोपिकाः द्वितीया. उत्तमं. कृष्णं परितः गोपिकाः सन्ति. अन्तिमं करोतु. यागाश्वः योधौ, यागाश्वम् उपेदः योधौ स्तः, योधौ स्तः. यागाश्वं यागाय अश्वं यागाश्वः, यागाय अश्वं यागाश्वः, यागाश्वं योधौ, योधा योधौ योधाः, योधा योधौ योधाः, उपेदः स्तः, यागाश्वम् उपेदः योधौ स्तः. उत्तमम्. अत्र योधौ इति द्विवचने अस्ति इत्यतः योधौ स्तः. कुत्र इत्युक्ते उभयतः. अत्र अश्वः इति पदं पुंलिङ्गपदम् अस्ति अतः समस्तपदमपि पुंलिङ्गे एव भवति. यागाश्वः इति समस्तपदमस्ति, तत्पदमपि पुंलिङ्गे एव भवितुमर्हति. किन्तु अत्र उभयतः इति उपपदमस्ति इति कारणतः यागाश्वम् उभयतः योधौ स्तः. भगिनि मम एकः संशयः, यागाश्व इत्यस्य विग्रहवाक्यं यागाय अश्वः इति भवति किल, भवति वा? तदेव मम चिन्तनं चतुर्थी तत्पुरुषसमासः यागार्थम् अथवा यागाय अश्वः इति चतुर्थी तत्पुरुषसमासः भवति. अस् धातोः रूपाणि लेखनीयानि, अस्ति स्तः सन्ति इति रूपाणि अत्र भवितुमर्हन्ति. अस् धातुः अकर्मकधातुः, अकर्मकधातुः अस्ति चेत् कर्मपदं न सम्भवति, किन्तु अत्र उपपदस्य कारणेन द्वितीयाविभक्त्यन्तं पदं भवति. साधु महोदय, कथां प्रति सरेम. कथायां किं लिखितं? गोमती भगिनी आरम्भं करोतु, नो चेत् भूमा भगिनी भवती आरम्भं करोतु. गीतोपदेशप्रसङ्गः, गीतोपदेशप्रसङ्गः, गीता उपदेशस्य, गीतोपदेशस्य प्रसङ्गः. गीतोपदेशस्य प्रसङ्गः, तत्रापि षष्ठी तत्पुरुषसमासः अस्ति. प्रा उपसर्गपूर्वकः सञ्ज् धातोः रूपमेव सङ्गः. उपदेशः उप उपसर्गपूर्वकः दिश् धातोः रूपमेव देशः अस्ति. गीता इति गै धातोः रूपम् अस्ति. सूचना प्रदत्ता, सूचनायाः प्रसङ्गे वदतु. एतं प्रसङ्गं सावधानं पठथ. एतं प्रसङ्गं, प्रसङ्गं द्वितीयविभक्ति पठ् धातु स्वीकरोति द्वितीयाविभक्ति. एतं विशेषण विशेषणं, प्रसङ्गं विशेष्यं, सावधानं स अवधानं, सावधानम् अवधानेन उत्तमम्. एतद् इति दकारान्तप्रातिपदिकमस्ति. एषः प्रसङ्गः, प्रसङ्गः इति पुंलिङ्गपदमस्ति, अतः एतं प्रसङ्गम् इति लिखितम् अस्ति. एतम् इति सर्वनामपदमस्ति, प्रसङ्गम् इति द्वितीयान्तं पदमस्ति. पठ् धातुः सकर्मकः, अतः कर्मपदं सिध्यति. सावधानम् इति क्रियाविशेषणं भवितुमर्हति. सावधानम् अवधानेन सहितम् इति वक्तव्यमस्ति. सावधानम् इति पदं त्रिषु लिङ्गेषु अपि भवितुमर्हति. सावधानः, सावधाना, सावधानम् इति विशेषणं भूत्वा त्रिषु लिङ्गेषु अपि भवितुमर्हति. सर्वे सावधानाः भवन्तु इति वाक्यं साधु. सावधानाः भवन्तु मन्त्रेषु अपि सुमङ्गलसावधान कल्याणं भवति चेत् वदतु. तत्र एव सावधानम् इति अस्ति, परन्तु सावधानाः भवन्तु सर्वे, तत्र सावधानाः इति पुंलिङ्गे अस्ति. सावधानाः भवन्तु अधुना अध्ययनार्थं, वयं सर्वे सावधानाः. अटेन्टिव् अध्ययनार्थं सावधानाः भूत्वा अध्ययनं कुर्वन्तु इति वक्तुं शक्यते. समस्तपदमेव अवधानेन सह इति वक्तव्यमस्ति. अवधानं तत्र अव उपसर्गपूर्वकः धा धातोः ल्युट् प्रत्ययस्य योजनेन धा धातुतः धानम् अव उपसर्गसहितमस्ति इति कृत्वा अवधानम् अवयोगः धा योगः ल्युट् योजनेन अवधानं. पुस्तकं पठत, एवमेव अत्र प्रसङ्गं पठत इति लिखितमस्ति. एतं प्रसङ्गं पठत, पठत तस्य रूपाणि वक्तुं शक्नोति वा? लोट् लोट् लकारः मध्यमपुरुष बहुवचनं पठ् धातु. उत्तमं. रूपाणि कथं भवन्ति इत्युक्ते पठतु, पठतां, पठन्तु, पठन्तु, पठ वदतु, पठ, पठतं, पठत, पठानि, पठाव, पठाम. उत्तमम्. पठतु, पठतां, पठन्तु, पठ, पठतं, पठत, पठानि, पठाव, पठाम इति रूपाणि लोट्लकारे वक्तव्यानि. पठत इति लोट्लकाररूपमस्ति, मध्यमपुरुष बहुवचनरूपमस्ति. किं वक्तव्यम् अत्र? अयं धातुः भुआदिगणे अस्ति, अतः आ इति विकरणप्रत्ययः अस्ति. आ विकरणप्रत्ययस्य योजनेन पठ इति अङ्गं सिद्ध्यति. पठ इति अङ्गं भवति, तस्मात् परं ता इति सिद्धतिङ् प्रत्ययः अस्ति. मध्यमपुरुष बहुवचन सिद्धतिङ् प्रत्ययः ता अस्ति. कथं ता इति रूपं सिद्ध्यति इति प्रश्नः उदेति. ता इति सिद्धतिङ् प्रत्ययः. मूलतिङ् प्रत्ययाः के? तिप् तस् झि, सिप् तस् था. था इत्यस्य स्थाने ता इति सिद्धतिङ् प्रत्ययः तत्र आयाति. तत्र सूत्रद्वयम् अस्माभिः ज्ञातव्यम्. लोटो लङ्वत् इति एकं सूत्रम् आवश्यकम्. लोटो लङ्वत् इत्युक्ते लोट् लकारप्रत्ययाः लङ् लकारस्य इव भवन्ति, अथवा लङ् लकारस्य गुणाः लोट् लकारे आरोप्यन्ते इति तस्य अर्थः. लोटो लङ्वत् इति एकं सूत्रम् आवश्यकम्. अपि च तस्थस्थमिपां तां तं तामः इति एकम् अन्यत् सूत्रमपि आवश्यकं. तेन थ इति मूलप्रत्ययस्य स्थाने त इति प्रत्ययः तत्र आयाति. तदर्थमेव सिद्धतिङ्प्रत्ययः त अस्ति, पठ इति अङ्गमस्ति, अङ्गतिङ्प्रत्ययोः मेलनेन रूपं सिद्ध्यति. वयं व्याकरणवर्गे किं कुर्मः? सिद्धतिङ्प्रत्ययानां निर्माणं कुर्मः. तस्मात् पूर्वम् अङ्गनिर्माणं कुर्मः. यदा अङ्गं सिद्धं भवति अपि च सिद्धतिङ्प्रत्ययस्य निर्माणं भवति तदा तयोः मेलनं कृत्वा पदं साधयामः. अत्र सिद्धतिङ्प्रत्ययः ता अस्ति, ता प्रत्ययः मूलप्रत्ययस्य स्थाने तस्थस्थमिपां तान्तं तामः इति सूत्रेण आयाति. लोटो लङ्वत् इति सूत्रमपि तत्र आवश्यकमस्ति. पठत इति रूपं सिद्ध्यति. प्रथमं वाक्यम्. महाभारतयुद्धं निश्चितम् आसीत्. महाभारतयुद्धं कुर्मः इति निश्चयं कृतवन्तः कौरवाः पाण्डवाः च. महाभारतयुद्धं तस्मिन् प्रसङ्गे वदतु. महाभारत समस्तपदं महान् भारतं. भारतम् इति नपुंसकलिङ्गपदमस्ति खलु, अतः विग्रहवाक्यं महद् भारतम्. महद् भारतं किमर्थं चेत् महत् इति प्रातिपदिकम् अस्ति. महत् इति प्रातिपदिकात् पुंलिङ्गे महान्, स्त्रीलिङ्गे महती इति रूपं भवति, नपुंसकलिङ्गे महत् इति भाति. नपुंसकलिङ्गपदम् अस्ति भारतम्, अतः विग्रहवाक्यमपि नपुंसकलिङ्गे एव भवति. किमर्थं चेत् अत्र विशेषणपूर्वपदकर्मधारयसमासः अस्ति. कर्मधारयसमासस्य प्रसङ्गे सामानाधिकरण्यं वर्तते, अतः अत्र महत् भारतम् एव महाभारतं. किन्तु तत्र अन्यानि सूत्राणि अपि अपेक्षितानि. कथं महत् इत्यस्य तकारस्य स्थाने आकारः आयाति तदर्थम् अपि सूत्रम् अस्ति. किन्तु अस्मिन् पदे विशेषणपूर्वपदकर्मधारयसमासः अस्ति. विग्रहवाक्यं महत् भारतम्, महाभारतयुद्धम् इति लिखितमस्ति. यत्र कुत्रापि समस्तपदनिर्माणावसरे एकस्मिन् समये केवलं पदद्वयमेव स्वीकृत्य समासनिर्माणं करणीयम्. एकस्मिन् समये केवलं पदद्वयमेव स्वीकर्तव्यं. तयोः द्वयोः पदयोः मेलनेन एकं समस्तपदं सिद्ध्यते. तस्मात् परं तृतीयं पदं योजनीयम्. अत्र महत् प्रातिपदिकमस्ति, भारत इति प्रातिपदिकमस्ति. द्वयोः मेलनेन महाभारतं, महाभारते प्रवृत्तं युद्धम् इति वक्तव्यं भवति. तत्र प्रवृत्तम् इति पदं नास्ति इति कारणतः मध्यमपदलोपि कर्मधारयसमासः भवितुमर्हति तत्र. किन्तु समस्तपदमपि नपुंसकलिङ्गे एव भवितुं शक्नोति. किमर्थं चेत् तत्पुरुषसमासः अथवा कर्मधारयसमासप्रसङ्गे मुख्यतया बहुत्र उत्तरपदस्य लिङ्गमेव सम्पूर्ण समस्तपदस्य लिङ्गं भवितुमर्हति. कुत्रचित् अपवादाः सन्ति. अत्र पश्यन्तु, महाभारतयुद्धं निश्चितम् आसीत् इति पदं नास्ति चेदपि साधु एव. किन्तु एकतिङ् वाक्यम् इति एकः नियमः अस्ति. तस्मिन् वाक्ये एकं तिङ्गन्तपदम् अस्ति चेदेव तत् वाक्यम् इति वक्तुं शक्यते इति नियमः अस्ति व्याकरणे. तदर्थमेव आसीत् इति पदम् उक्तमस्ति. महाभारतयुद्धं निश्चितं. निश्चितम् इत्यत्र नि उपसर्गपूर्वकः चि धातुतः क्ताप्रत्ययस्य योजनेन निश्चित इति प्रातिपदिकं सिद्ध्यति. निश्चित इति क्तान्तरूपमस्ति इत्यतः त्रिषु लिङ्गेषु तस्य रूपाणि सम्भवन्ति. आसीत् रूपाणि वदतु. आसीत् आस्ताम् आसन् आसीः आस्थ आसम् अस्व आस्व आस्म. उत्तमम्. आसीत् इति प्रथमपुरुषे एकवचनरूपम् अस्ति. आसीत् आस्ताम् आसन् आसीः आस्तम् आस्त आसम् आस्व आस्म पठन्तः आस्म इति वाक्यं साधु. द्वितीयं वाक्यं करोतु. युद्धं कर्तुम् इच्छन्तः कौरवाः पाण्डवाश्च कुरुक्षेत्रयुद्धभूमौ समवेताः अभवन्. युद्धं कर्तुं युद्धं प्रथमाविभक्ति एकवचनं न. किमर्थं न द्वितीय कर्तुं न का कृ धातु उत्तमं क्रूधातुतः कर्तुम् इति रूपं सिद्ध्यति. कर्तुम् इति तुमनन्तपदमस्ति. तुमनन्तपदानि अपि कर्मपदं स्वीकुर्वन्ति. धातुतः कृत् प्रत्ययस्य योजनेन कृदन्तपदानि साधितानि. धातुतः तिङ् प्रत्ययस्य योजनेन तिङन्तपदानि निर्मितानि भवन्ति. अत्र कर्तुम् इति कृदन्तपदमस्ति. कृदन्तपदमपि क्रियापदम् इव कार्यं करोति. अत्र क्रूधातुतः कर्तुं क्रूधातुः सकर्मकः, अतः युद्धम् इति रूपं द्वितीयाविभक्त्याम् अस्ति. शोभा भगिनी अत्र कर्तुम् इति रूपं साधयतु. क्रूधातुः क्रूयोगः तुमुन् प्रत्ययः. तत्र तुमुन् इत्यस्य अनुबन्धानां निष्कासनानन्तरं तुम् एव तिष्ठति. अधुना क्रूयोगः तुम् भवति. तुमुन् इति अर्धधातुकप्रत्ययः अस्ति, अतः गुणस्य प्रसक्तिः अस्ति, गुणवर्णः अस्ति चेत्. तत्र क्रू इत्यस्य उपधायां ह्रस्वरुकारः गुणवर्णः, अतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण क्रू इत्यस्य कर् इति भवति. अधुना कर् योगः तुम्, तत्र अन्यत् किमपि नास्ति, वर्णमेलनेन कर्तुम् इति भवति. साधु उक्तवती भगिनी. तत्र मकारः हलन्त्यमित्यनेन अपगच्छति. अनुनासिक ऊकारः उपदेशजनुनासिक इत् इत्यनेन अपगच्छति. तुम् इति एव अवशिष्यते. अत्र क्रूधातुः इगन्तधातुः, अतः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भूत्वा क्रू कर् भवति. कर् योगः तुम् कर्तुम्, तत्र क्लेशः एव नास्ति, साधारणं कार्यमेव. युद्धं कर्तुं, तत्र युद्धम् इति कर्मपदमस्ति. इच्छन्तः वदतु. भूमा भगिनी वक्तुमिच्छति वा? इच्छन्तः इच्छन्तः शत्रुं च पदम्. इतोपि वदतु. इष्टदातुतः इच्छन्तः. उत्तमम्. इच्छन् इति एकवचने भवति. इच्छन् इच्छन्तौ इच्छन्तः इति. किञ्चित् रूपाणि वदतु द्वितीयापर्यन्तम्. इच्छन् इच्छ भवान् भवन्तौ भवन्तः. इच्छन् इच्छन्तौ इच्छन्तः. इच्छन्तं भवन्तं भवन्तौ भवतः. इच्छन्तम् इच्छन्तौ इच्छतः. तत्र द्वितीयविभक्तौ बहुवचने भवति. इच्छति इति लट्लकाररूपमस्ति, क्रियापदम् अस्ति. हा, इच्छति इति क्रियापदम् अस्ति. इषु गमीयमां छः इति सूत्रेण लट्लकाररूपम्. इच्छति इच्छति इच्छतः इच्छन्ति. इच्छन्ति इत्यत्र अन्ति इति सिद्धतिङ् प्रत्ययः अस्ति. इष् धातुतः इषु गमीयमां छः इति सूत्रेण छकारादेशः भवति. पश्चात् छे च इति सूत्रेण तुक् आगमः भवति. पश्चात् श्चुत्वं भूत्वा इच्छ इति अङ्गं सिद्ध्यति. इच्छ इति अङ्गात् परम् अन्ति इति सिद्धतिङ्प्रत्ययस्य योजनेन लट्लकार बहुवचनरूपं सिद्ध्यति. किन्तु अत्र शत्रुप्रत्ययं योजयामः. शत्र इत्यत्र अनुबन्धवर्णाः के? शत्रु इत्यस्य अन्तिम इगन्त अस्ति. अन्तिमरुकारः इक् वर्णः. तत्र अवशिष्टभागः कः? तत्र अवशिष्टभागः तु अत् इति एव. तत्र ऋकार अनुनासिक ऋकारः अस्ति इति कृत्वा उपदेशे जनुनासिक इत् इत्यनेन तस्य इत् संज्ञा, अपि च तस्य लोपः इत्यनेन लोपः. षकारः षित् भवति, अतः तत्र इत् भवति, षित् भवति. तस्य अपि इत् संज्ञा भूत्वा तस्य लोपः इत्यनेन एव लोपः. अकारः एव तिष्ठति तत्र, अतः अत् इति तिष्ठति. उत्तमं. प्रथमपुरुष बहुवचनरूपं साधयितुम् अन्ति इति सिद्धतिङ् प्रत्ययं योजयामः. किन्तु शत्रन्तरूपं साधयितुम् अत् योजयामः. तावानेव भेदः अस्ति. अन्ति योजनेन प्रथमपुरुष बहुवचनरूपं सिद्ध्यति. अत् योजनेन शत्रन्तप्रातिपदिकं सिद्ध्यति. शत्रन्तरूपं साधयितुं लटः शत्रशाणचौ प्रथमा समानाधिकरणे इति एकं सूत्रमस्ति. तेन सूत्रेण शत्रप्रत्ययस्य योजनं भवति. अत्र प्रातिपदिकम् इच्छत्. इच्छत् इति प्रातिपदिकात् त्रिषु लिङ्गेषु, स्त्रीलिङ्गे अपि शत्रन्तरूपाणि सम्भवन्ति, नपुंसकलिङ्गे अपि रूपाणि सम्भवन्ति. किन्तु अत्र शत्रन्तरूपं कर्तृपदस्य विशेषणं भवति. कर्त्रर्धकप्रत्ययः, केचन प्रत्ययाः कर्मण्यर्थे प्रयुज्यन्ते, किन्तु शत्रुप्रत्ययः अपि च शाणच् प्रत्ययः एतत् प्रत्ययद्वयं कर्त्रर्थकप्रत्ययद्वयम् अथवा एतौ द्वौ कर्त्रर्थकप्रत्ययौ अतः कर्तृपदस्य विशेषणं भवति. अत्र कर्तृपदं किम्? तत्र इच्छन्तः, युद्धं कर्तुम् इच्छन्तः कौरवाः पाण्डवाः च कुरुक्षेत्रयुद्धभूमौ समवेताः अभवत्. तत्र कौरवाः पाण्डवाः च अभवत् इति भवति. कौरवाः पाण्डवाश्च द्वयोः विशेषणमस्ति इच्छन्तः. इच्छन् इच्छन्तौ इच्छन्तः इति शत्रन्तबहुवचनम् अस्ति. अत्र कौरवाः तस्य विशेषणं भवितुमर्हति, पाण्डवाः तस्यापि विशेषणं भवितुमर्हति. समवेताः अपि च अपि विशेषणं किल? उत्तमम्. समवेताः अपि विशेषणमेव. समवेताः इच्छन्तः पदद्वयमपि विशेषणद्वयमेव. अत्र पाण्डवाश्च इति लिखितम् अस्ति, तत्र सन्धिकार्यमस्ति, वदतु. पाण्डवाः च, तत्र विसर्गः अस्ति पाण्डवाः इति. तत्र भाट्टसूत्राणि पश्यामः चेत् आतः परस्य विसर्जनीयस्य लोपः अखरि इति. विसर्गस्य प्राक् दीर्घ आकारः अस्ति चेत् अपि च परे खर्वर्णः नास्ति चेत् तत्र तस्य लोपः भवति. किन्तु तत्र कौरवाः, एकनिमिषं भगिनि, पाण्डवाः च तत्र षकारः आगच्छति, तत्र सकारः भवनीयं. पाण्डवास् इति अस्ति इति मन्ये. पाण्डवास् अस्ति चेत् साधु किल भगिनि, पाण्डवास् इति आरम्भः भवति वा तत्र? प्रथमं भाट्टसूत्रं कार्यं करोति. किमर्थं चेत् खरीपरे, खरीपरे इति उक्तमस्ति, परवर्णः खर्वर्णः अस्ति चेत्. क्षमतां, सम्यक्. आम् अस्तु अस्तु, तत्र खरीपरे अस्ति. पाण्डवाः च इति, पाण्डवाः च खरीपरे, च इति खर्वर्णः. अतः तत्र विसर्जनीयस्य सः खरी कखपफेतु विसर्गः इति अस्ति. अतः तत्र पाण्डवास् इति भवति. विसर्गस्य स्थाने सकारादेशः, पाण्डवास् योगः च भवति. तदनन्तरं पदान्तसकारः इति कृत्वा ससजिषु रुः इति सूत्रे अत्र श्चुनाश्चुत्वम् एव भवति. क्षम्यताम्, तत्र स्तोः श्चुनाश्चुः इति सूत्रेण पाण्डवास् योगः च इति अस्ति इति कृत्वा सकारस्य षकारः भवति सकारस्य स्थाने. अतः पाण्डवाश् योगः च इति वर्णमेलनेन पाण्डवाश्च इति भवति. उत्तमं. विसर्जनीयस्य सः खरि इति उक्तमस्ति. खरि इति कथनेन परवर्णः खर् प्रत्याहारस्थवर्णः अस्ति चेत् विसर्गस्य स्थाने विसर्जनीयस्य इति कथनेन विसर्गस्य स्थाने सः, सः इत्युक्ते दन्त्यसकारादेशः भवति. विसर्गस्य स्थाने सकारादेशः भवति, खर्वर्णः परः अस्ति चेत् इति अर्थः अस्ति. आदौ विसर्गस्य स्थाने दन्त्यसकारः, पश्चात् स्च्युत्वं भूत्वा स्तोःश्चुनाश्चुः इत्यनेन दन्त्यसकारस्य स्थाने तालव्यशकारादेशः भवति. अत्र सोपानद्वयं वर्तते अथवा सूत्रद्वयम् आवश्यकं, तेन पाण्डवाश्च इति रूपं सिद्ध्यति. धन्यवादः भगिनि. उत्तमं. कुरुक्षेत्रयुद्धभूमिः इति पदमस्ति. कुरुक्षेत्रम् इति नपुंसकलिङ्गपदमस्ति. कुरूणां क्षेत्रं, तत्रापि षष्ठी तत्पुरुषसमासः अस्ति. युद्धभूमिः इत्युक्ते युद्धस्य भूमिः इत्यपि साधु एव समस्तपदं. तत्र सप्तमी विभक्तिः अस्ति. समवेताः इति पदमपि विशेषणमेव. अभवन् तस्य रूपाणि वक्तुमिच्छति वा? अभवन् वा? भू धातोः लङ्लकारे रूपाणि. तत्र भव लङ् अस्ति चेत् अभवत् इति भवति प्रथमे. अभवत्, अभवताम्, अभवन्, अभवः, अभवतम्, अभवत्, अभवता, अभवता इति रूपं तत्र आत्मनेपदी किं तत्र तथापि अस्ति. अपि अभवम् उत्तमपुरुषे अभवम्, अभवाव, अभवाम उत्तमम्। अभवत्, अभवताम्, अभवन् इति प्रथमपुरुषः बहुवचनरूपम् अस्ति। कौरवाः पाण्डवाश्च अभवन्, चकारस्य योजनेन अत्र अभवन् रूपमपि साधु, अभवत् इति अपि साधु भवितुम् अर्हति। तत्र चकारस्य योजनेन द्विधा अपि लेखितुं शक्यते। भगिनि तत्र तर्हि कर्तृपदं द्वयं भवति वा? तत्र कौरवाः पाण्डवाः च अभवन्, अतः द्वे अपि कर्तृपदौ एव किल? कर्तृपदद्वयम् अस्ति भगिनि। अभवत् सम्यक् अस्ति कथम्? चकारस्य प्रयोगेण तत्र द्विधा अपि लेखितुं शक्यते। पुनः प्रेषयामि। भाषापाके अपि अस्ति, लिखितम् अस्ति। धन्यवादः भगिनि। कुरुक्षेत्रयुद्धभूमिः, तत्र भूमिः इति स्त्रीलिङ्गपदमस्ति इति कृत्वा समस्तपदमपि स्त्रीलिङ्गे एव अस्ति। अभवन् इति लङ्लकारे बहुवचनरूपं दत्तमस्ति। भगिनी अत्र किं कार्यं भवति, किञ्चित् वक्तुमिच्छति वा? अभवन् इत्यत्र, अभवन् इत्यत्र भूधातुः लङ्लकारे, तत्र अडागमः भवति खलु? आम् आम्, अडागमः भवति इति कृत्वा आदौ अट् आगमः इत्युक्ते अकारः आदौ आयस्यति लङ्लकारे। लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रेण अडागमः भवति इति एका वार्ता। अपि च भूधातुतः भव इति अङ्गं सिद्ध्यति। तत्र किं वक्तव्यं? झि इति प्रत्ययः अस्ति, प्रथमपुरुष बहुवचनप्रत्ययः, तिप् तस् झि। झि इति प्रत्ययः आदौ मूलप्रत्ययः अस्ति। झि इति प्रत्ययस्य स्थाने झोन्तः इति सूत्रेण अन्त् आदेशः भवति इति कृत्वा झि इत्यस्य स्थाने अन्त् आदेशः भवति। पश्चात् इतश्च इति एकं सूत्रमस्ति, इतश्च इति सूत्रेण अन्ति इत्यस्मात् यः इकारः अन्ते अस्ति सः इकारः लुप्तः भवति, इकारस्य लोपः भवति इतश्च इति सूत्रेण। तत्र किम् अवशिष्यते? अन्ति इत्यत्र यः इकारः अस्ति इकारस्य लोपः भवति, तेन अन्त् इति रूपं सिद्ध्यति। तस्मात् परम् एकम् अन्यत् कार्यमस्ति, संयोगान्तस्य लोपः इति सूत्रेण तकारलोपः अपि भवति, तेन अन् इति रूपं सिद्ध्यति। आहत्य तत्र कार्यं किम्? अन् इति सिद्धप्रत्ययः अस्ति, झि इति मूलप्रत्ययः, झि इत्यस्मात् झोन्तः इत्यनेन अन्ति आयाति, पश्चात् अन्ति इत्यस्मात् इतश्च सूत्रेण अन्त् भवति, तस्मात् परं संयोगान्तस्य लोपः इत्यनेन तकारलोपः भूत्वा अन् एव अवशिष्यते। तदर्थमेव अभवन् आदौ अडागमः, पश्चात् अन् इति सिद्धतिङ्प्रत्ययस्य योजनं भूत्वा अन्तिमं रूपं। समवेताः इति पदमस्ति खलु, समवेताः इति पदस्य प्रसङ्गे अहं परिशीलितवती, तदर्थं वदन्ती अस्मि। सम् उपसर्गः अस्ति, अव उपसर्गः अस्ति, इन् गतौ इति एकः धातुः अस्ति अदादिगणे। इन् गतौ इति धातोः रूपमेव लट्लकाररूपम् एति, एति, इतः, यन्ति इति रूपाणि सन्ति तत्र। ई धातोः रूपमेव इतः, तत्र सन्धिकार्यं भूत्वा समवेतः इति रूपं सिद्ध्यति। संयोगः अवयोगः, ई धातुः अस्ति, क्ताप्रत्ययः अस्ति, क्ताप्रत्ययात् ता एव अवशिष्यते। ई धातुतः इत इति क्तान्तरूपं सिद्ध्यति। संयोगः अवयोगः इतः, अव इति कथनेन तत्र अकारः अस्ति, इतः इत्यत्र इकारः अस्ति, तदर्थं तत्र गुणसन्धिकार्यमपि भवति, तदर्थमेव समवेताः इति रूपं सिद्ध्यति। संयोगः अवयोगः ई योगः क्ताप्रत्ययः। साधु भगिनी, इदानीं दर्शना भगिनी भवती करोतु। आचार्यः भीष्मः कौरवाणां सेनापतिः आसीत्। आचार्यः अत्र पुंलिङ्गे अस्ति, प्रथमा विभक्ति एकवचनं। भीष्मः अपि पुंलिङ्गे अस्ति, प्रथमा विभक्ति एकवचनं। तत्र आचार्यः भीष्मशब्दस्य विशेषणम् अस्ति। कौरवाणां कौरवाणां कौरवः इति कौरवाणां षष्ठीविभक्ति बहुवचने अस्ति। कौरवाः कौरव इति प्रातिपदिकं कौरव अस्ति किं भगिनी? कौरव प्रातिपदिकं प्रातिपदिकं कौरवाणां षष्ठीविभक्ति बहुवचनं सेनापतिः अपि पुंलिङ्गे एकवचनं भीष्मशब्दस्य विशेषणम् अस्ति आसीत् आसीत् अस् धातोः लङ्लकाररूप प्रथमपुरुषः एकवचनं उत्तम कौरवः इति पदमस्ति कौरवः इति तद्धितप्रत्ययान्तपदं कुरोः अपत्यं पुमान् कुरोः अपत्यं पुमान् कुरु इति प्रातिपदिकमस्ति संस्कृतभाषायां पदानि कथं सिद्ध्यन्ति धातुतः प्रत्ययस्य योजनेन कानिचन पदानि सिद्ध्यन्ति प्रातिपदिकात् विभिन्नानां प्रत्ययानां योजनेन अन्यानि पदानि सिद्ध्यन्ति अत्र प्रातिपदिकम् अस्ति कुरु इति प्रातिपदिकमस्ति कुरु प्रातिपदिकात् तद्धितप्रत्ययस्य योजनेन निर्मितं पदं कौरव अण् इति तद्धितप्रत्ययः अपत्यम् इत्युक्ते सन्ततिः सन्तानः पुमान् इति कथनेन पुत्रः इति अर्थः अस्ति अपत्यम् इत्यस्मिन् अपि नञ्समासः अस्ति कौरवः इति प्रथमान्तपदमस्ति कौरव प्रातिपदिकमस्ति कौरवाणां कौरवाणां णत्वं किमर्थं तत्र रेफ अस्ति अत्र सूत्रं किम् अहं तु सूत्रं न जानामि भगिनि चिन्ता मास्तु ऋषि सूर्यकुमारी भगिनी वदतु अट्कुप् आङ् नुं व्यवायेपि तस्मिन् सूत्रे रषाभ्यां नोणः समानपदे इत्यस्यापि अनुवृत्तिः अस्ति अट्कुप् वाङ् नुं व्यवायेपि सूत्रं किं वदति गोमती भगिनी वदतु कौरवाणाम् इत्यस्मिन् पदे तस्य प्रसङ्गः किमर्थमस्ति तत्र निमित्तं रेफः अस्ति निमित्ति नकारमस्ति समस्तपदमस्ति समस्तपदे अट्कुप् वाङ् नुम् अत्र समस्तपदमस्ति वा अत्र षष्ठी बहुवचनरूपम् अस्ति इदं पदं सुबन्तपदमेव एकमेव सुबन्तपदं कदा समस्तपदं वदामः समानपदम् अस्ति अतः तत्र इति सूत्रं कार्यं कर्तुं शक्नोति रेफस्य अनन्तरं नकारस्य मध्ये किमपि बाधकवर्णाः नास्ति अतः तत्र नकारस्य णत्वं भवति कौरवाणां भवति कौरवाणाम् इति उत्तमम् अट्कुप् आङ्नुं व्यवायेपि सूत्रेण अत्र व्यवधाने सत्यपि इत्युक्ते मध्ये केचन वर्णाः सन्ति रेफदन्त्यनकारयोः मध्ये अत्र रेफात् परं के के वर्णाः सन्ति अकारः अस्ति वकारः अस्ति दीर्घ आकारः अपि अस्ति अकारः आकारः वकारः अपि अस्ति एते वर्णाः अट् प्रत्याहारे सन्ति रेफदन्त्यनकारयोः मध्ये अट् प्रत्याहारस्थवर्णाः सन्ति चेदपि तत्र णत्वं भवितुं शक्नोति इति सूत्रेण उच्यते तदर्थमेव कौरवाणाम् इत्यत्र णत्वं भवति एवमेव कौरवेण तत्रापि णत्वं भवितुं शक्नोति कौरवाणां सेनापतिः इति लिखितमस्ति समस्तपदं कृत्वा लिखामश्चेत् कौरवसेनापतिः कौरवसेनापतिः इति साधु कौरवसेनापतिः इत्यस्मिन् पदे अपि षष्ठीतत्पुरुषसमासः अस्ति किन्तु अत्र व्यस्तप्रयोगं कृत्वा लिखितमस्ति पृथक्तया लिखितमस्ति समस्तपदम् अकृत्वा लिखितं सेनापतिः इति पदमपि समस्तपदमेव सेनायाः पतिः इति विग्रहवाक्यं वक्तव्यं भवति समस्तपदमेव आसीत् पश्यन्तु अत्र अस् धातुः अस्ति अस् धातुतः लङ्लकारे आसीत् इति रूपं सिद्ध्यति तत्र एकं विशिष्टं सूत्रं ज्ञातव्यम् अस्माभिः अस्तिसिचो पृक्ते अस् धातोः प्रसङ्गे ईट् आगमः भवति इति सूत्रेण उच्यते ईट् इति कथनेन दीर्घ ईकारः तत्र आगमरूपेण आयास्यति इति कृत्वा लङ्लकारम् आसीत् अस्ति आसीत् इति कथनेन तत्र ईकारः अस्ति खलु सः ईकारः अस्तिसिचोपृक्ते इति सूत्रेण तत्र आयस्यति अपि च अन्यानि कार्याणि अपि तत्र सन्ति दर्शना भगिनी इतोपि वदतु अग्रे द्रुपदपुत्रः धृष्टद्युम्नः पाण्डवानां सेनापतिः आसीत् अत्र अपि द्रुपदपुत्रः द्रुपदस्य पुत्रः इति अहं मन्ये अकारान्तपुंलिङ्गशब्दः प्रथमा विभक्तिः अस्ति अपि च दृष्टद्युम्नः इति पदस्य विशेषणम् अस्ति. दृष्टद्युम्नः अपि प्रथमाविभक्ति एकवचनं पुंलिङ्गे अस्ति. पाण्डवानां, तत्र पाण्डवानां षष्ठीविभक्ति बहुवचनम्, अपि च पाण्डवानां पाण्डव इति प्रातिपदिकं, सेनापतिः अत्र अपि सेनापतिः पुंलिङ्गे अस्ति, प्रथमाविभक्ति एकवचनम्, अपि च दृष्टद्युम्नः इति पदस्य विशेषणम् अस्ति. आसीत् चर्चां कृतवन्तः वयम्, अपि च दृष्टद्युम्न पाण्डवसेनापतिः इति अपि भवितुं शक्नोति. पाण्डवानां सेनापतिः, पाण्डवसेनापतिः, पाण्डवः इति पदमस्ति, पाण्डोः पुत्रः, पाण्डु इति प्रातिपदिकमस्ति. पाण्डु इति प्रातिपदिकात् तत्रापि तद्धितप्रत्ययः एव अस्ति, अण्प्रत्ययः नास्ति, किन्तु भिन्नप्रत्ययः अस्ति. कौरवः इत्यत्र भिन्नप्रत्ययः अस्ति, पाण्डवः इत्यत्र अन्यः प्रत्ययः अस्ति, किन्तु पाण्डु इति प्रातिपदिकात् पाण्डवः इति पदं, तत्पदमपि तद्धितप्रत्ययान्तपदमेव. द्रुपदस्य पुत्रः दृष्टद्युम्नः. द्रुपदस्य अपत्यं स्त्री इति वदामश्चेत् द्रौपदी इति पदं, द्रौपदी इति अपि तद्धितप्रत्ययान्तपदमेव. द्रुपदस्य अपत्यं स्त्री, दृष्टद्युम्ना तत्र धृधातुतः किल भगिनि? धृष्ट इति पदं क्तान्तरूपम् अस्ति, धृष्ट. अत्र धृष् धातुतः कथाप्रत्ययस्य योजनेन धृष्ट इति रूपं भवति, ष्टुनाष्टुः इति कार्यं. किन्तु तत्र इतोपि किं भवति इति मया न ज्ञायते, अग्रे करोतु. असङ्ख्याः क्षत्रियाः तत्र सम्मिलिताः आसन्. अत्रापि क्षत्रियाः इति पुंलिङ्गे बहुवचने अस्ति. असङ्ख्याः क्षत्रियाः शब्दस्य विशेषणं, तत्रापि बहुवचनं पुंलिङ्गे अस्ति, प्रथमाविभक्तिः. सम्मिलिताः तत्रापि तत्र बहुवचनं पुंलिङ्गे एक प्रथमाविभक्तिः, अपि च सम्मिलिताः तत्र तक् प्रत्ययः अस्ति, अपि च आसन्, आसन् अस्धातुः बहुवचनं लङ्लकाररूपम्. अत्र विशेष्यं किं, विशेषणानि कानि? असङ्ख्याः सम्मिलिताः विशेषणानि. क्षत्रियाः इति विशेष्यमस्ति, विशेष्यमस्ति. क्षतात् त्रायते इति क्षत्रियः इति मया श्रुतं. क्षत्रियाः इति पदस्य विशेषणं भवति असङ्ख्याः, खलु? आम्. सङ्ख्या इति पदं स्त्रीलिङ्गपदमस्ति, किन्तु अत्र असङ्ख्याः इति पदं पुंलिङ्गे दत्तमस्ति. क्षत्रियः इति एकवचनमस्ति, क्षत्रियाः इति बहुवचनं रूपम् अस्ति. क्षत्रियाः इत्यस्य विशेषणम् असङ्ख्याः इति भवति. तत्र बहुव्रीहिसमासः, बहुव्रीहिसमासयुक्तानि पदानि अन्यपदस्य विशेषणानि भवन्ति. असङ्ख्याः इत्यस्मिन् पदे नै बहुव्रीहिसमासः अस्ति. तत्र विग्रहवाक्यं कथं वक्तव्यम्? न विद्यते सङ्ख्या येषां ते, न विद्यते सङ्ख्या येषां ते, असङ्ख्याः नै बहु, अन्लिमिटेड् अन्लिमिटेड्. भिन्नरीत्या वक्तुमिच्छामश्चेत् सङ्ख्यारहिताः, अपरिमिताः, अनेकाः, अगणनीयाः, येषां गणनां कर्तुं न शक्यते ते एव असङ्ख्याः, अगणनीयाः इति भवति. अत्र परिशीलनीयः अंशः कः वदतु? अमिताः अपि वक्तुं शक्नुमः किल, अमिताः, अपरिमिताः, अपरिमिताः, परिमित अपरिमित, खलु? मित न भवितुम् अर्हति किं भगिनि? मितभाषिणः इति वदामः किल, मितभाषी, मितभाषिन् नकारान्तप्रातिपदिकमस्ति. मितभाषिणः इति बहुवचनरूपमस्ति नकारान्तपदस्य. परि इति योजनेन इतोपि समीचीनः अर्थः अस्ति. परिमित इति पदमपि अस्ति. मा धातोः कथाप्रत्ययान्तरूपमेव मित, येषां गणनां कर्तुम् अशक्यम् इति एव असङ्ख्याः. परिशीलनीयः अंशः कः इत्युक्ते असङ्ख्याः इत्यस्मिन् पदे बहुव्रीहिसमासः अस्ति. बहुव्रीहिसमासपदम् अन्यपदस्य विशेषणं भवति इति एका वार्ता, अपि च तत्र लिङ्गपरिवर्तनं भवितुं शक्नोति. सङ्ख्या इति पदम् आकारान्तस्त्रीलिङ्गपदमस्ति चेदपि स्त्रीलिङ्गपदस्य लिङ्गपरिवर्तनं भूत्वा अत्र बहुव्रीहिसमासयुक्तं पदमस्ति इति कारणतः असङ्ख्याः इति पुंलिङ्गरूपं दत्तमस्ति. क्षत्रियाः असङ्ख्याः इति वार्ता, असङ्ख्याः इति पुंलिङ्गपदमस्ति. अग्रे किञ्चिदेव पठितुं शक्नुमः अद्य. सुजाता भगिनी, भवती वक्तुमिच्छति वा? भीष्मः सिंहनादं कृत्वा शङ्खनादं कृतवान्. भीष्मः अकारान्तपुंलिङ्ग एकवचनं, सिंहनादं नपुंसकलिङ्ग अस्ति. सिंहनादं नादः किं ज्ञातव्यं? नद् धातोः रूपमेव नादः, सिंहस्य नादः. नादः नादौ नादाः, नादं नादौ नादान्. अत्र सिंहनादः इति प्रथमान्तं पदमस्ति, किन्तु कृत्वा इति कृदन्तपदमस्ति. किञ्चित् वक्तुमिच्छति वा कृत्वा? न भगिनि. भवती जानाति अत्र प्रत्ययः कः? क्रु प्रत्ययः अस्ति. क्रु धातुः अस्ति, धातुः अस्ति. त्वा क्त्वा अन्तरूपम् अस्ति. क्त्वा प्रत्यये क्त्वा इति कथनेन ककारः इति संज्ञकः, लशक्व तद्धिते इत्यनेन ककारस्य लोपः भवति, तत्र त्वा एव अवशिष्यते. क्रु योगः त्वा, कृत्वा किमर्थं चेत् तत्र क्त्वा प्रत्ययः कित् प्रत्ययः, अतः गुणकार्यं न भवति. किणिति च इति सूत्रेण गुणकार्यं न भवति, अतः क्रूयोगः त्वा कृत्वा इति भवति. किन्तु कर्तुं तत्र कित् प्रत्ययः नास्ति, तुमन् कित् नास्ति, अतः गुणकार्यं भवितुं शक्नोति. क्रु धातुतः गुणः भूत्वा कर् भवति, किन्तु अत्र गुणकार्यस्य निषेधः अस्ति खलु. शङ्खनादः तत्रापि अकारान्त पुंलिङ्ग एकवचनं, नादं बहु द्वितीया विभक्ति अस्ति. शङ्खनादः रूपाणि वदतु. शङ्खनादः, शङ्खनादौ, शङ्खनादाः, शङ्खनादं, शङ्खनादौ, शङ्खनादान्. उत्तमं. शङ्खनादः तत्रापि षष्ठी तत्पुरुषः एव अस्ति. शङ्खनादं कृतवान् अत्रापि कृतवान् इत्यस्य कर्मपदम् एव शङ्खनादं, द्वितीया विभक्त्यन्तं पदमस्ति. कृदन्तपदानि अपि कर्मपदं स्वीकर्तुं शक्नुवन्ति. अत्र कृत्वा इति एकं कृदन्तपदमस्ति, कृतवान् इति अन्यत् कृदन्तपदमस्ति. कृत्वा इत्यत्र क्त्वा प्रत्ययः अस्ति, कृतवान् इत्यत्र प्रत्ययः कः? कृतवान् कृतवतु खलु कृतवतु प्रत्ययः. कृतवतु इत्यत्र अनुबन्धवर्णानां लोपकार्यानन्तरम् अवशिष्टभागः कः प्रत्ययस्य? अवशिष्यते. चिन्ता मास्तु. शोभा भगिनी एकवारं स्मारयतु. कृतवान् इति तवतु प्रत्ययः, क्रूयोगः तवतु इति ककार आदौ ककारः अस्ति. ककारस्य कित् भवति तत्र, अपि च अन्त्यस्य उकारस्य लोपः अनुनासिक उकारः अस्ति इति कृत्वा उपदेशे जनुनासिक इत्यनेन इत् भूत्वा तस्य लोपः इत्यनेन लोपः भूत्वा तवत् इति अस्ति. ककारस्य अपि इत्संज्ञा भवति, अपि च लोपः कित् इति भवति, अतः तवत् एव तिष्ठति तत्र. क्रूयोगः तवत्, अधुना कित् नास् तवत् इत्यनेन आदौ तकारः अस्ति इति कृत्वा गुणस्य प्रसक्तिः न तत्र कित् अस्ति इति कृत्वा गुणः न भवति. गतवान् इति उक्तवती किल, क्षम्यताम्, कृतवान् हा कृतवान् तथा अधुना क्रूयोगः तवत्, कृतवत् इति प्रातिपदिकं भवति. अतः तदनन्तरं पुंलिङ्गे कृतवान् इति अन्तिमरूपं भवति. तत्र वर्णमेलनम् एव क्रूयोगः तवत् कृतवत् अपि च पुंलिङ्गे कृतवान् इति भवति. उत्तमं. यथा भगिन्या उक्तं तवत् प्रत्यये तवत् इति प्रत्ययस्य अवशिष्टभागः, क्रूयोगः तवत् वर्णमेलनेन कृतवत् इति प्रातिपदिकं, कृतवत् इति प्रातिपदिकात् पुंलिङ्गे कृतवान् इति रूपं, कृतवान् कृतवन्तौ कृतवन्तः, कृतवन्तं कृतवन्तौ कृतवतः इति रूपाणि भवन्ति. स्त्रीलिङ्गे कृतवती इति भवति, कृतवती कृतवत्यौ कृतवत्यः. नपुंसकलिङ्गे कृतवत् कृतवती कृतवन्ति इति रूपाणि भवन्ति. तवत् प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति, किन्तु अत्र पुंलिङ्गे दत्तमस्ति भीष्मः कृतवान्. भीष्मः किं कृतवान्? सिंहनादं कृत्वा शङ्खनादं कृतवान्. उत्तमम्. अस्मिन् वाक्ये कृत्वा इति एकं कृदन्तपदमस्ति, कृतवान् इति अन्यत् कृदन्तपदमस्ति, किन्तु तिङन्तपदं नास्ति अस्मिन् वाक्ये, खलु? आम् भगिनि. अपि च भीधातुतः भीमः, भीधातुतः भीष्मः इति पदद्वयम् उणादिप्रत्ययेन निर्मातुं शक्नुमः. भीयः शुक्वा इति सूत्रमस्ति, भीयः शुक्वा, वा इति कथनेन विकल्पेन इति अर्थः अस्ति. तत्र कृतवान् अस्ति किल, तत्र तिङन्तं पदं तत्र अध्याहारः अध्याहर्तव्यं किल? आम्. किं वक्तुं शक्यते तत्र तिङन्तपदं, किं पदं योजयितुं शक्यते? कृतवान् आसीत्. कृतवान् आसीत्. शङ्खस्य नादः शङ्खनादः इति अस्ति. भिः धातुः जुहोत्यादिगणे अस्ति. बिभेति, बिभेति अस्मात् इति भीमः. अपि च यत्र यत्र कित् प्रत्ययाः सन्ति तत्र गुणकार्यस्य निषेधः. कृतवान् इत्यत्र बहु सरलं कार्यमस्ति, केवलं वर्णमेलनमेव. क्रूयोगः तवत् कृतवत् तावदेव. कृत्वा इत्यत्रापि क्रूयोगः त्वा योजनेन कृत्वा अस्ति. धातोः परं कीदृशप्रत्ययः अस्ति, तस्य प्रत्ययस्य स्वभावः कः इति अस्माभिः आदौ परिशीलनीयम्. सिंहनादः, अत्र सिंहस्य नादः इव नादः इति विग्रहवाक्यं न? मम चिन्तनमस्ति सिंहनादः इति बहुव्रीहिसमासयुक्तं पदमपि भवितुं शक्नोति. सिंहस्य नादः इव नादः यस्य सः. भीष्मः सिंहनादः. भीष्मस्य विशेषणं भवति चेत् तत्र सिंहस्य नादः इव नादः यस्य सः इति वक्तुमिच्छामश्चेत् तत्र बहुव्रीहिसमासः भवितुं शक्नोति. अत्रापि बहुव्रीहिसमासमेव न, सिंहस्य नादः इव नादं कृत्वा. तत्र भीष्मस्य विशेषणपदं नास्ति, शङ्खनादस्य विशेषणं. शङ्खनादं सिंहस्य नादं नादः इव नादं नाद इति भवितुम् अर्हति न? आम्. शङ्खनादः कीदृशः? सिंहस्य नादः. तदेव भवितुं शक्नोति. साधुचिन्तनम्. इतोपि एकं वाक्यम् अस्ति. गोमती भगिनी भवती एव करोतु. ततः सैनिकाः शङ्खान् फेरीः पणवान् आनकान् गोमुखान् च वादितवन्तः. भीष्मः सिंहनादम् इव शङ्खनादं कृतवान्. अनन्तरं सैनिकाः तत्र उपस्थिताः, सैनिकौ सैनिकान् इति विभक्तिरूपाणि. पुल्लिङ्गशब्दम् अकारान्तपदं सैनिक. ततः इत्युक्ते अनन्तरं. ततः इति तस्मात्. अनन्तरं अव्ययमस्ति न ततः? आम्. तसिल् इति प्रत्ययस्य योजनेन अतः इति रूपं प्रसिद्ध्यति. तसिल् इत्यत्र लकारः इति संज्ञकः, इकारः उच्चारणार्थः, प्रत्ययस्य अवशिष्टभागः तस् अवशिष्यते. एकम् अन्यत् सूत्रमपि आवश्यकं. तद् इति शब्दात् ततः इति रूपं सिद्ध्यति. वदतु. शङ्खान्, शङ्खः, शङ्खौ, शङ्खाः, शङ्खं, शङ्खौ, शङ्खान् इति अकारान्तपुल्लिङ्गपद पुल्लिङ्गशब्दः अस्ति शङ्ख इति. भेरीः, भेरि इति इकारान्तपुल्लिङ्गशब्दः स्त्रीलिङ्गः अस्तु भेरिः स्त्रीलिङ्गशब्दः भगिनी अत्र पश्यतु द्वितीयविभक्ति बहुवचनरूपं भेरी नदी इव नदीः इव भेरी भेरी प्रथमविभक्तो भेरी भेर्यौ भेर्याः भेरी भेर्यौ भेरीः इति रूपाणि इकारान्त स्त्रीलिङ्गपदम् अस्तु पणवान् पणवः पणव पणः पणव पणव अकारान्तपुल्लिङ्गपदं पणवः पणवौ पणवाः पणवं पणवौ पणवान् इति रूपाणि आनकान् आनकान् आनका आनका आकारान्तपुल्लिङ्गपदम् आनका आनका आकारान्तपुल्लिङ्गपदस्य रूपाणि न जानामि आनक इति अकारान्तपुल्लिङ्गपदमेव आनकाः इति बहुवचनरूपं रामान् आनकान् आनकः आनक इति अकारान्तपुल्लिङ्गपदम् आनकः आनकौ आनकाः आनकम् आनकौ आनकान् इति गोमुखान् गोमुखः अकारान्तपुल्लिङ्गपदं गोमुखः गोमुखौ गोमुखाः गोमुखं गोमुखौ गोमुखान् च अव्ययं वादितवन्तः वदुधातुः वादितवन्तः निच् प्रत्यययोजनेन निच् प्रत्यययोजनेन वादी इति नूतनक्रियापदम् अनन्तरम् अत्र वादि शत्रु शप् भवति सोपानेन चिन्तयामः वद् धातोः णिजन्तरूपं किं भवति वादयति खलु आमां वादयति अत्र वादितवन्तः इति रूपम् अस्ति अत्र प्रातिपदिकं किं भवति वादितवत् वादितवत् वादितवान् वादितवन्तौ वादितवन्तः रूपाणि वादितवत् वादितवत् वादियोगः तवत् ओ वादि अस्तु ओ वदधातु निच्चिरूपम् अनन्तरं तवत् सो वादियोगः तवत् अत्र बहुवचनरूपं वादितवन्तः इति वादितवत् वादितवान् वादितवन्तो वादितवन्तः वादितवन् वादितवन्तं वादितवन्तौ वादित वादितवतः वादितवतः इति रूपाणि एताः सर्वे सर्वे वाद्यघोषसामग्राणि सन्ति एते वाद्यविशेषाः एतान् सर्वान् वादितवन्तः सैनिकाः वादितवन्तः इति तयोर्मध्ये सम्बन्धः अस्ति सैनिकाः इत्यस्य विशेषणमेव वादितवन्तः कान् वादितवन्तः अस्मिन् वाक्ये बहूनि कर्मपदानि सन्ति वदतु बहूनि कर्मपदानि सन्ति शङ्खान् सन्ति भेरीः सन्ति पणवान् आनकान् गोमुखान् एतान् सर्वान् वाद्यसामग्राणि सन्ति अत्र सामग्री अपि च अत्र वादितवत् इति प्रातिपदिकमस्ति किन्तु एकवचने वादितवान् इति तवत् प्रत्ययान्तरूपम् अस्ति अत्र एकमेव पदं स्त्रीलिङ्गपदमस्ति घेरी इति ईकारान्तस्त्रीलिङ्गपदमस्ति अन्यानि पदानि रामशब्दवत् दत्तानि बहुकालातीतः अभवत् अतः अत्र स्थगयामः भगिनी वदतु सिंहनादम् इति शब्दस्य एकं गीताश्लोकम् एवम् अस्ति तस्य सञ्जनेन हर्षं कुरुवृद्ध पितामहः सिंहनादं विनद्योच्चै शङ्खं दद्मो प्रतापवान् प्रथमं सिंहनादं विनद्य तदनन्तरमेव शङ्खं दद्मो तस्मात् भीष्मा पितामहस्य शब्दः एव सिंहनादं कृतवान् अनन्तरमेव शङ्खं दद्मः इति चिन्तयामि प्रथमाध्याये द्वादशश्लोकम् अस्तु सिंहनादं कृत्वा एव अस्ति खल अनन्तरमेव शङ्खं दद्मः दद्मः साधु अनन्तरमेव सिंहनादः इति पदस्य विग्रहवाक्यं कथं भवितुं शक्नोति इति भगिनी रोहिणी इस् रैट् द मीनिङ्ग् इस् इन् आर्डर् टु चियर् दुर्योधन भीमा सौण्डेड् अलौड् अ लायन् रोर् एण्ड् ब्लू हिस् कौन्स् हि सौण्डेड् अलौड् अ लायन् रोर् सो हि फस्ट् सिंहनादं कृतवान् अनन्तरं हि ब्लू हिस् कौन्स् इतोपि स्पष्टतया अवगन्तुं तं श्लोकं परिशीलयन्तु भगवद्गीता प्रथम अध्यायस्य द्वादशतमश्लोकम् अस्तु अत्र ततः अस्ति खलु ततः इत्युक्ते तदनन्तरम् इति भवितुं शक्नोति इतोपि शङ्खः इति पदमपि ऊणादिप्रत्ययेन निर्मितम् इति मया दृष्टमस्ति अपि च यस्मिन् कस्मिन्नपि वाक्ये कर्तृपदमस्ति चेत् तस्य विशेषणानि कानि विशेषणत्वेन कृदन्तपदानि सन्ति वा कर्तृपदस्य विशेषणत्वेन प्रयुक्तानि वा इति एकवारं परिशीलनीयम् अपि च कर्ता इति साधारणतया वदामः खलु स्वतन्त्रः कर्ता इति एकं सूत्रमस्ति कर्तृपदस्य प्रथमाविभक्तिः किमर्थं भवति कर्तृसंज्ञाविधायकसूत्रमस्ति कर्तृसंज्ञाविधायकसूत्रं स्वतन्त्रः कर्ता कर्ता इत्युक्ते व्यापाराश्रयः व्यापाराश्रयः कर्ता क्रियायां स्वातन्त्र्येण विवक्षितः यः अस्ति सः कर्तृसंज्ञकः भवति स्वतन्त्रः कर्ता इति सूत्रेण कर्तृसंज्ञा विधीयते पाणिनेः सूत्रम् आगामिसप्ताहे पुनः एकवारं मिलित्वा अन्येषां वाक्यानां प्रसङ्गे अपि च कथायाः प्रसङ्गे चिन्तनं करिष्यामः इदानीम् अत्र स्थगयामः सर्वेषां धन्यवादाः